सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः। अस्मिन् करपत्रे तत्र स्थूलरूपेण अष्टाध्यायाः मानचित्रं दत्तम्। इत्युक्ते कस्मिन् अध्याये के के प्रमुखविषयाः सन्ति तस्य विषये अस्मिन् करपत्रे किञ्चित् तत्र पीठिकारूपेण किञ्चित् दत्तं। कुत्रचित् तत्र सूत्राणाम् उल्लेखः अपि अस्ति, यथा तत्र अधिकारसूत्राणां कस्मिन् अध्याये तत्र मुख्य अधिकारसूत्राणि सन्ति तेषां विषये अपि अत्र अस्मिन् करपत्रे किञ्चित् लिखितम् अस्ति। अपि च वयं तत्र आरम्भे तत्र प्रकरणस्य उदाहरणानि अपि सन्ति। प्रकरणम् इत्युक्ते किं? सो वयं दृष्टवन्तः तत्र ग्रन्थे शास्त्रे तत्र किं भवति, तत्र महर्षिणा तत्र किं कृतम्, एकस्मिन् स्थले तत्र विषय आधारीकृत्य सम्पूर्ण तत्र सूत्राणां तत्र सम्पूर्ण सूत्राणि तत्र स्थापितानि। तेन किं भवति, तत्र एकस्य विषयस्य कृते यत् यत् सूत्रम् अपेक्षितम् अस्ति तस्य सम्पूर्णज्ञानम् एकस्मिन् स्थले एव भवति, तस्य नाम एव प्रकरणं। सो प्रकरणे किं भवति, एकविधकार्यमेव भवति। सो तस्य कार्यस्य कृते यानि सूत्राणि अपेक्षितानि तानि सर्वाणि सूत्राणि एकस्मिन् स्थले एव तत्र दत्तानि। तेन किं भवति, अनुवृत्तिः सरला भवति। सो अनुवृत्तिः सरला भवति, अपि च तत्र अनुवृत्तिः विना तु वयं तत्र सूत्रस्य अर्थः कः इति तु अवगन्तुं न शक्यते। तत्र कोऽपि तादृशविधिः एव नास्ति यत्र वयं विना अनुवृत्तिसूत्रस्य अध्ययनं कर्तुं शक्यते। किमर्थं चेत् सूत्रं स्वयं सम्पूर्णं नास्ति, सो अनुवृत्ति तत्र आवश्यकी अस्ति। सो तत्र सरलतया वयं कस्मात् सूत्रात् तत्र कस्य पदस्य अनुवृत्तिः स्वीकरणीयम् इत्यपि तत्र प्रकरण आधारेण एव कर्तुं शक्यते। यदा तत्र सूत्राणां यः क्रमः अस्ति भग्नः जायते, तत्र वयं तु अनुवृत्तिः अवगन्तुं न शक्यते। अतः प्रकरणरीत्या सूत्राणाम् अध्ययनं तत्र कुर्मः चेदेव सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते। तस्य तत्र द्वित्वप्रकरणम् इति तस्य उदाहरणं वयं पठितवन्तः। अपि च तत्र यः इत्संज्ञाप्रकरणम् अस्ति, अनन्तरं तत्र नत्वप्रकरणम् अपि तत्र तस्य विषये अपि केचन विशिष्टसूत्राणि अस्माभिः तत्र पठितानि। इदानीं तत्र अस्माकं विषयः अस्ति प्रथम अध्याये किम् अस्ति, द्वितीय अध्याये किम् अस्ति। पूर्वस्मिन् वर्गे वयं तत्र दृष्टवन्तः तत्र तृतीय अध्याये धातोः इत्याधिकारः अस्ति। तृतीय अध्याये प्रथम पादे प्रथमसूत्रम् अपि च द्वितीयसूत्रं यः अस्ति प्रत्ययः परश्च, सो सूत्रद्वयस्य अधिकारः सम्पूर्णतृतीयाध्याये चतुर्थाध्याये अपि च पञ्चमे अध्याये तत्र अस्ति एतत् सूत्रद्वयस्य अधिकारः। सो अधिकारः तत्र भवति त्रिषु अध्यायेषु। किमर्थं चेत् यत्किमपि एतेषु त्रिषु अध्यायेषु विधीयते तस्य प्रत्यय इति संज्ञा भवति अनेन सूत्रेण। प्रत्ययः इति सूत्रम् अस्ति 311 सूत्रम्। सो प्रत्ययः इत्यनेन तत्र कोऽपि ग्रन्थे कोऽपि भिन्नसूत्रं नास्ति येन तत्र प्रत्ययः इत्युक्ते किं, प्रत्ययः इत्युक्ते टेक्निकल् वर्ड् अस्ति वा? किमर्थं चेत् अहं चिन्तयामि तत्र महर्षिपूर्वे एव पूर्वे अपि तत्र एतत् पदस्य तत्र प्रयोगः आसीत्। अतः महर्षिणा तत्र केवलं प्रत्ययः इति सूत्रद्वारा एव तत्र विवरणं कृतं। यत्किमपि प्रकृति अनन्तरं विधीयते तस्य नाम एव प्रत्ययः। अपि च परश्च इति यः साक्षात् 312 इति सूत्रमस्ति, सो तत् सूत्रमस्ति परश्च। सो यदा तत्र प्रत्ययः इति अधिकारः आयाति तदा तत्र परश्च इति अधिकारः अपि अस्ति. तेन किं भवति, यस्य यस्य प्रत्यय इति संज्ञा सः सर्वदा प्रकृतिपरे आयाति. तत्र न द्रष्टव्यं, प्रत्ययविषये न द्रष्टव्यं, टित् वा कित् वा मित् वा कुत्र स्थापनीयं. सो तत्र स्वयम् एकम् अधिकारसूत्रम् अस्ति परश्च. सो तेन अनेन सूत्रेण किं भवति, यः प्रत्ययः सः सर्वदा प्रकृति अनन्तरं प्रकृति धातु भवेत् वा प्रकृति प्रातिपदिक भवेत् तस्य परे एव स्थापनीयं. सो अतः परश्च इति अधिकारः अपि अस्ति. सो तृतीय अध्याये तत्र न केवलं प्रत्ययः परश्च इति अधिकारः, तत्र एकं बृहद् अधिकारसूत्रमपि अस्ति धातोः. सो यत्किमपि अस्मिन् अध्याये तृतीय अध्याये विधीयते सः धातोः विधीयते, तत् धातोः विधीयते इत्युक्ते धातोः इति पञ्चमी पञ्चम्यन्तं पदमस्ति, अतः धातोः अनन्तरं. सो अत्र प्रकृति धातु अस्ति तृतीयाध्याये. सो वयं दृष्टवन्तः धातोः अनन्तरं सनाधिप्रत्ययः तेषां विधिः अस्ति. अनन्तरं तिबादिनिमित्तीकृत्य कुत्रचित् तिबादयः निमित्तीकृत्य विकरणप्रत्ययः धातोः विधीयन्ते, कुत्रचित् लकाराधारीकृत्य तत्र धातोः अनन्तरं विकरणप्रत्ययः विधीयन्ते. सो वयं पूर्वस्मिन् वर्गे दृष्टवन्तः विकरणाः द्विविधाः, लकारनिमित्तिकविकरणाः यथा स्यतास्तिलि, अपि च घननिमित्तिकविकरणाः. सो घनाधारेण अपि तत्र सार्वधातुप्रत्ययपरे विकरणाः विधीयन्ते. अनन्तरं कृत्प्रत्ययानां विधिः वयं दृष्टवन्तः, ये अतिङ् प्रत्ययाः सन्ति तेषां कृत् इति संज्ञा अस्ति. सो कृदतिङ् इति सूत्रेण कृत् संज्ञा भवति. सो कृत् इत्युक्ते व्याकरणशास्त्रे यदि कोऽपि वदति कृत् इत्युक्ते किं, सो कृत् इति टेक्निकल् नेम् अस्ति, पारिभाषिकशब्दः. अतः कथं जानीमः, तत्र एकं सूत्रम् अस्ति, संज्ञासूत्रम् अस्ति कृदतिङ्. सो कृदतिङ् इति सूत्रद्वारा एव अहं जानामि तत्र किं, ये अतिङ् प्रत्ययाः धातोः विधीयन्ते. ये धातोः विधीयन्ते किमर्थं चेत् कृदतिङ् इति सूत्रे धातोः इति अधिकारः अस्ति. सो धातोः अनन्तरं ये अतिङ् प्रत्ययाः तेषां नाम एव कृत् प्रत्ययः. परन्तु वयं दृष्टवन्तः तत्र यदा तत्र कृत् संज्ञा भवति, यद्यपि सूत्रं वदति अतिङ् कृत्, तथापि सनादि अपि अतिङ्, विकरणाः अपि अतिङ्. सो परन्तु ते यद्यपि ते अतिङ् प्रत्ययाः, तथापि तेषां कृत् इति संज्ञा न भवति. सो सनादिविहाय विकरणविहाय ये अतिङ् प्रत्ययाः तेषां कृते एव कृत् संज्ञा अस्ति. अनन्तरं वयं जानीमः लकारप्रत्ययः. सो तत्र अराौण्ड् 150 कृत् प्रत्ययाः सन्ति अस्मिन् तृतीय अध्याये, अराौण्ड् 150 कृत् प्रत्ययाः सन्ति. सो बृहद् अधिकारसूत्रमस्ति, कृत् प्रत्ययानाम् आवली बृहद् अस्ति. अनन्तरं लकारप्रत्ययः वयं जानीमः, तत्र 10 लकाराः सन्ति, लट् लोट् लङ् विधिलिङ् लृट् लृङ् लुङ्. सो तत्र किमर्थं चेत् एतेषु प्रत्ययेषु यदा तत्र अनुबन्धानां निष्कासनं कुर्मः, तत्र ल एव अवशिष्यते, अतः तेषां नाम तत्र अस्ति लकारप्रत्ययः. सो लकारः इत्युक्ते ल इति प्रत्ययः. सो वयं तत्र जानीमः केचन लकारप्रत्ययः भूतार्थे तत्र सन्ति, केचन लकारप्रत्ययः वर्तमानार्थे सन्ति, केचन भविष्यत् कालं सूचयति, अपि च तत्र कण्डिशनल् मोड् इति अस्ति, इत्युक्ते प्रार्थना, निमन्त्रम्, आमन्त्रं, तत्र एतेषु विषयेषु एतेषु विषये आधारीकृत्य अपि तत्र लकारप्रत्ययाः सन्ति, यथा लोट् अपि च लिङ्. सो आशीर्वादार्थे तत्र आशिषि अर्थे तत्र तत्र किमस्ति विधिलिङ्ग्लकारः अपि च आशीर्लिङ्ग्लकारः. सो तेषां विषये कोऽपि काल कालार्थः नास्ति, परन्तु विशिष्टार्थेषु तत्र लोट् अपि च लिङ्गलकारः तत्र तेषां विधिः अस्ति. अनन्तरं तत्र ये कृत् प्रत्ययाः ते तु औत्सर्गिकरूपेण सर्वे कृत् प्रत्ययाः, इत्युक्ते जनरल् नियम आधारेण सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे सन्ति. ये 150 प्रत्ययाः, तत् किमर्थं चेत् तत्र एकम् औत्सर्गिक सूत्रम् अस्ति कर्तरिकृत्. सो कर्तरिकृत् इत्यनेन ये कृत् प्रत्ययाः, येषां कृत् इति संज्ञा, येषां प्रत्ययानां कृत् इति संज्ञा, तेषां प्रयोगः कर्तरिप्रयोगे, ते कर्तारं बोधयति. परन्तु कर्तरिकृत् सूत्रस्य कृते तत्र अपवादसूत्राणि अपि सन्ति. सो अपवादसूत्राणि इत्युक्ते केचन कृत् प्रत्ययाः कर्मणि प्रयोगे अपि च भावे प्रयोगे अपि सन्ति. सो औत्सर्गिक नियम आधारेण सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे, परन्तु केचन केचन कृत् प्रत्ययानां विषये तत्र अपवादसूत्राणि अपि सन्ति. तथा तत्र अनियर्तव्यतव्य ते कर्मणि प्रयोगे तेषां प्रयोगः प्रायशः भवति तथैव. परन्तु तत्र केचन कृत् प्रत्ययः यथा क्त प्रत्ययः भूतार्थे तत्र क्त प्रत्ययः अस्ति. क्त प्रत्ययः कृत् प्रत्ययः अतिङ् इति अस्ति अतः कृत् प्रत्ययः, परन्तु औत्सर्गिकरूपेण कर्तरिप्रयोगे. परन्तु तस्य विषये तत्र विशिष्टसूत्रद्वारा क्त प्रत्ययः तत्र कर्मपदं सूचयति. परन्तु तत्र अनन्तरं तत्र केचन विशिष्टसूत्राणि सन्ति यस्य आधारेण सूत्रस्य आधारेण तत्र क्त प्रत्ययस्य प्रयोगः कर्तरि अपि भवति कर्मणि अपि भवति. अतः सो तत्र ग्रन्थे कीदृशशैली अस्ति इति वदामः चेत् प्रथमे तत्र औत्सर्गिकसूत्रम्, अनन्तरं तस्य कृते अपवादसूत्राणि. सो प्रथमे तत्र जनरल् नियम अस्ति, अनन्तरं विशिष्टप्रत्ययानां विशिष्टधातूनां विशिष्टशब्दानां कृते तत्र विशिष्टनियम अपेक्षितम् अस्ति चेत् विशिष्टसूत्रम् अस्ति. सो तत् सूत्रम् अपवादसूत्रं वयं वदामः. सो तत्र औत्सर्ग अपवाद इति शैली अस्ति ग्रन्थे. अनन्तरं तत्र एकं कृत् प्रत्ययः तत्र स्त्रियामपि अस्ति, यथा तत्र स्त्रियां क्तिन् इति प्रत्ययः, क्तिन् प्रत्ययः कृत् प्रत्ययः. सो तत् परन्तु तत्र तस्य योजनेन तत्र स्त्री सः स्त्री तत् यः प्रातिपदिकस्य निर्माणं भवति सः स्त्रीलिङ्गे प्रातिपदिकम् अस्ति. सो अत्र अनन्तरं तत्र चतुर्थाध्याये तत्र किं किम् अस्ति अहं चिन्तयामि. तृतीयाध्यायस्य विषये एव अस्माभिः पूर्वस्मिन् वर्गे तत्र पठितम्. इदानीं तत्र चतुर्थाध्याये के विषयाः तस्य विषये इदानीं पठामः. अस्तु, का पठितुम् इच्छति, कः अथवा का पठितुम् इच्छति चतुर्थाध्यायः? अनुसूया भगिनी पठति वा? भगिनि चतुर्थाध्यायः. प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. स्त्रियां ये प्रत्ययाः सद्यताधिकारः अपि च अत्र मुख्यरूपेण अत्र व्याकरणशास्त्रे भगिनी, व्याकरणशास्त्रे प्रातिपदिक संज्ञा केन सूत्रेण भवति जानाति वा भगिनि? यथा तत्र भुवादयः धातवः अपि च सनाद्यन्तः धातवः, सूत्रद्वयेन तत्र धातु इति संज्ञा भवति व्याकरणशास्त्रे. तथैव प्रातिपदिक इति संज्ञा केन सूत्रेण भवति? प्रातिपदिक अपि टेक्निकल् नेम् अस्ति, इत्युक्ते पारिभाषिकशब्दः. किं भुवादयो धातवः इति सूत्रेण भवति? भुवादयः धातुवः इति सूत्रेण किं भवति? धातुः भवति, धातुसंज्ञा भवति. तथैव स्तनाद्यन्तः धातवः इति सूत्रेणापि धातुसंज्ञा भवति. तथैव प्रातिपदिकसंज्ञा केन सूत्रेण भवति? शास्त्रे अस्मिन् ग्रन्थे प्रातिपदिकसंज्ञा केन सूत्रेण? एतत्तु पञ्चमी अन्तं पदमस्ति न भगिनि? संज्ञासूत्रं किं? संज्ञासूत्रम् अस्ति तत्र अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकं प्रायशः प्रथमाध्याये एव. संज्ञासूत्राणि कुत्र सन्ति? प्रायशः प्रथमाध्याये. अत्र पश्यतु, स्क्रीन् दृश्यते वा भगिनि? दृश्यते भगिनि. अत्र पश्यतु, अर्थवत् अधातुः, अर्थवत् अधातुः विसर्गस्य रेफादेशः, अप्रत्ययः अप्रत्ययः प्रातिपदिकम् इति प्रथमसूत्रम् अस्ति. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् एतत् संज्ञासूत्रम् अस्ति. इत्युक्ते यः शब्दसमूहः प्रथमे तु सः अर्थवत् भवेत्. टि टि टु टु वदामः चेत् तत्र तस्य कोऽपि अर्थः नास्ति. सो शब्दः शब्दसमूहः अर्थवत् तस्य कोऽपि अर्थः भवेत्. सो अर्थवत् भवेत् शब्दसमूहः, परन्तु धातु मा भवेत्. धातुः इत्युक्ते न धातुः, धातु किमर्थं चेत् धातु तु भिन्न तदपि शब्दसमूहः, तस्यापि सः अर्थवत् अस्ति, तस्य अर्थः अस्ति, परन्तु तस्य प्रातिपदिकसंज्ञा न भवितुं शक्नोति. तस्य तु धातु इति संज्ञा, अतः अधातुः. अनन्तरम् अप्रत्ययः. अप्रत्ययः इत्युक्ते यः प्रत्ययः नास्ति. शप् श शन् अपि च कृत् ये क्त अनियर् अपि च तत्र सु औ जस् तिप् तस् जि एते सर्वे प्रत्ययाः. कुत्रचित् प्रत्ययस्य अर्थः अपि अस्ति. सो परन्तु यस्य प्रातिपदिक इति संज्ञा सः अप्रत्ययः भवेत्. सः तस्य प्रत्ययसंज्ञा मा भवेत्, सः प्रत्ययः मा भवेत्. सो तादृशशब्दसमूहः यः अर्थवत् अस्ति परन्तु धातु नास्ति, प्रत्ययः नास्ति, तस्य एव प्रातिपदिक इति संज्ञा भवति शास्त्रे. तस्य प्रातिपदिक इति संज्ञा अस्ति. अत्र एकम् अन्यत् अत्र पश्यतु, बोल्ड् मध्ये किं लिखितं? यः अर्थवान् शब्दः, पठतु किं लिखितमस्ति. अर्थवान् शब्दः धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः च नास्ति, तस्य प्रातिपदिकम् इति संज्ञा भवति. सो यद्यपि सूत्रे संज्ञकः न भवेत्, प्रत्ययसंज्ञकः अपि न भवेत्, प्रत्ययान्तम् अपि नास्ति, तर्हि प्रातिपदिकम् इति संज्ञा भवितुं शक्यते. आम्. सो अत्र केवलं सूत्रे तु केवलम् अप्रत्ययः इति लिखितं, परन्तु व्याख्याने अत्र किं लिखितं? केवलं यस्य प्रत्ययसंज्ञा अपि च प्रत्ययान्त च. प्रत्ययान्त इत्युक्ते भगिनि? अन्ते प्रत्ययः अस्ति. आम् सत्यं, प्रत्ययः अन्ते यस्य सः प्रत्ययान्तः. सः इत्युक्ते पुल्लिङ्गे भवति, प्रत्ययान्तः. सो अत्र बहुव्रीहिसमासः अस्ति. प्रत्ययः अन्ते यस्य सः प्रत्ययान्तः. सो प्रत्ययान्तः अपि मा भवेत्. यद्यपि अप्रत्ययः एव लिखितं, परन्तु व्याख्यान आधारेण वयम् इदानीं जानीमः, न केवलं यस्य प्रत्ययसंज्ञा, न केवलं तादृशशब्दसमूहः, परन्तु यस्य अन्ते प्रत्ययः अस्ति तस्य अपि प्रातिपदिक इति संज्ञा न भवति, न भवति. इत्युक्ते अत्र पश्यतु, अत्र किं लिखितमस्ति, यदा तत्र प्रातिपदिकस्य अनन्तरं तत्र तदित् प्रत्ययः विधीयते, अपि च स्त्रीप्रत्ययः विधीयते. सो स्त्रीप्रत्ययः विधीयते चेत् यथा तत्र अस्ति अनन्तरं, सि अत्र न केवलम् अनेन सूत्रेण प्रातिपदिक इति संज्ञा, साक्षात् अनन्तरं 1245 सूत्रस्य साक्षात् अनन्तरं 46 इति यः सूत्रमस्ति तत्र अस्ति कृत् तदित् समासः च पूर्वसूत्रात् किम् आयाति प्रातिपदिकम् सो कृत् तदित् सम कृत् कृत् कृत् कस्य कृत् संज्ञा कृत् इति प्रत्ययानां संज्ञा तदिति अपि प्रत्ययानां संज्ञा सो यदा तत्र समासः भवति तत्र किं भवति समासे तत्र प्रत्ययस्य लोपः सुप्रत्ययस्य लो सुबन्तानाम् एव समासः भवति इत्युक्ते सुबन्त वदामः चेत् सुप् अन्ते यस्य सः सुबन्तः सो सुबन्त यदा तत्र सुप् सुबन्तपदयोः तत्र समासः भवति तत्र सुपो धातु प्रातिपदिकयोः इति सूत्रेण तत्र सुप् प्रत्ययानां लोपः भवति लोपः भवति चेत् यः तत्र समस्तपदम् इदानीम् अस्ति समस्तशब्दसमूहः अस्ति तस्य अनेन सूत्रेण कृत् तदित् समासः च इति सूत्रेण पुनः तत्र तस्य प्रातिपदिकी संज्ञा भवति तथैव यदा तत्र धातुयोग अनियर् कुर्मः धातुयोग ल्युट् कुर्मः धातुयोग किमपि कृत् प्रत्ययः कुर्मः तस्य पुनः कृदन्त प्रातिपदिक तस्य अनेन सूत्रेण एव प्रातिपदिक संज्ञा भवति सो वयं किं वदामः एतत् कृदन्त प्रातिपदिकं किमर्थं चेत् कृदन्त इत्युक्ते कृत् अन्ते यस्य सः कृदन्तः सो अनेन सूत्रेण एव कृदन्तानां प्रातिपदिकसंज्ञा अन्यथा तु कृदन्तानां कृत् इत्युक्ते प्रत्ययः अन्ते अस्ति परन्तु पूर्वस्मिन् सूत्रे किम् उक्तं प्रत्ययान्तशब्दस्य प्रत्ययान्तशब्दः मा भवेत् इति लिखितं परन्तु इदानीं तत्र विशिष्टसूत्रद्वारा लिखितं यदा तत्र शब्दसमूहस्य अन्ते कृत् अस्ति तस्य तु अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति तथैव यदा तत्र प्रातिपदिक प्लस् तदित् प्रत्ययः कुर्मः पुनः तत्र प्रातिपदिक इति संज्ञा भवति यथा तत्र धातु प्लस् अनादिप्रत्ययः कुर्मः पुनः तत्र किं भवति धातुसंज्ञा भवति सनाद्यन्तः धातवः तथैव अत्र प्रातिपदिक प्लस् तदित् प्रत्ययः तदित् प्रत्ययस्य विधिः केवलं प्रातिपदिकात् अस्ति प्रातिपदिकस्य अनन्तरम् एव तदित् प्रत्ययस्य विधिः तदित् प्रत्ययानामपि आवली बृहदस्ति तत्र बहूनि तदित् प्रत्ययाः सन्ति सो प्रातिपदिक प्लस् तदित् प्रत्ययः इस् ईक्वल् टु प्रातिपदिकं किमर्थम् एतत् सूत्रं वदति कृत् तदित् समासाः च प्रातिपदिकम् सो शास्त्रे प्रातिपदिकी इति संज्ञा सूत्रद्वयेन दत्तं 1245 अपि च 1246 एतत् सूत्रद्वयं कस्य विषये प्रातिपदिकसंज्ञा सो प्रथमे वदति अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् अनन्तरं वदति प्रत्ययविषये किमर्थं चेत् पूर्वे उक्तं प्रत्ययान् शब्दस्य प्रातिपदिकसंज्ञा नास्ति सो सर्वे प्रत्ययान् शब्दानां तत्र प्रातिपदिकसंज्ञा नास्ति परन्तु अनन्तरं वदति कृदन्त यस्य शब्दसमूहस्य अन्ते कृत् अस्ति तस्य प्रातिपदिकसंज्ञा अस्ति विशिष्टसूत्रेण तथैव यस्य अन्ते तदित् प्रत्ययः श्रूयते तस्य पुनः प्रातिपदिकी संज्ञा तथैव समासस्य अपि प्रातिपदिकसंज्ञा अस्ति अतः तत्र किं विधीयते सु औजस् किमर्थं चेत् अनन्तरं तत्र एकं चतुर्थाध्याये यः प्रथमसूत्रमस्ति सो सूत्रद्वयेन प्रातिपदिक इति संज्ञा प्रथमाध्याये एव महर्षिणा संज्ञासूत्रं सूत्रद्वयं दत्तम् अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् अपि च कृत् तदित् समासाः च प्रातिपदिकं यथा तत्र भुवादयः धातवः अपि च सनाद्यन्तः धातवः तथैव अत्र अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् अपि च कृत् तदित् समासः च प्रातिपदिकम् इत्यपि संज्ञासूत्रमस्ति इदानीम् अस्माकं विषयः अस्ति चतुर्थाध्यायः सो चतुर्थाध्याये प्रथमसूत्रम् एव अस्ति ण्याप् प्रातिपदिकात् सो ण्याप् प्रातिपदिकात् इत्युक्ते यथा तत्र धातोः सो धातोः इत्युक्ते पञ्चमी तथैव अत्रापि पञ्चमी अन्तं पदमस्ति ण्याप् प्रातिपदिकात् इति अधिकारसूत्रमस्ति अत्र लिखितं वा अनन्तरं लिखितम् अत्र. सो चतुर्थाध्याये, यदा वयं चतुर्थाध्याये पश्यामः तत्र किम् अस्ति ग्रन्थे, सो प्रथमसूत्रम् एव अस्ति ज्ञापप्रातिपदिकात्. सो ज्ञापप्रातिपदिकात् इति सूत्रेण अत्र पश्यतु किं लिखितं भगिनि, बोल्ड् मध्ये किं लिखितम्? इतः परं पञ्चमाध्यायस्य समाप्तपर्यन्तं ये केऽपि प्रत्ययाः वक्ष्यन्ते ते सर्वे ज्ञान्तात् अवन्तात् प्रातिपदिकात् च भवति. कः अर्थः अत्र इतः परम् इत्युक्ते स्टार्टिङ्ग् फ्रम् दिस् सूत्र 411 एण्ड् पर्यन्तं केऽपि प्रत्ययाः वक्ष्यन्ते ते सर्वे ज्ञान्तात् य अन्त ञ अन्त अस्ति अथवा आ अन्त अस्ति प्रातिपदिकानि अपि सन्ति. अर्थम् इत्युक्ते यस्य यस्य शब्दसमूहस्य प्रातिपदिक इति संज्ञा अस्ति तस्मात् अनन्तरं प्रातिपदिकात् इति पञ्चमी अस्ति. इत्युक्ते यस्य यस्य शब्दसमूहस्य प्रातिपदिक इति संज्ञा भवति व्याकरण आधारेण प्रातिपदिक संज्ञा भवति चेत् तस्मात् किं तत्र प्रातिपदिकात् अनन्तरम् एव इत्युक्ते न केवलं यस्य प्रातिपदिक इति संज्ञा तस्मात् अनन्तरं सु औजस् इत्युक्ते साक्षात् अनन्तरम् अत्र पश्यतु 412 इति सूत्रं किम् अस्ति सु औजस् अक्षस्ताभ्यां बिस् नेभ्यां नसिभ्याम् एते सर्वे प्रत्ययाः. किमर्थं चेत् अत्र प्रत्ययः परश्च इति अधिकारः अस्ति. सो प्रत्ययः इति सूत्रेण एते सर्वेषाम् इति शब्दसमूहानाम् इदानीं तु अस्माकं कृते एते सर्वे शब्दसमूहः. सो एतेषां शब्दसमूहानां प्रत्यय इति सूत्रेण प्रत्ययसंज्ञा भवति. परश्च इति सूत्रेण ते परे विधीयन्ते अनन्तरं विधीयन्ते. परन्तु कस्मात् अनन्तरम् इति पूर्वसूत्रे लिखितं प्रातिपदिकात्. सो प्रातिपदिकात् किं यथा तत्र लस्य इत्यनेन किं लस्य यः अस्ति परन्तु तत्र षष्ठ्यन्तं पदं लस्य तत्र षष्ठ्यन्तं पदम् अस्ति तत्र लः अपगच्छति तस्य अनन्तरं किं साक्षात् किम् अस्ति सूत्रं लस्य इति सूत्रस्य साक्षात् अनन्तरम् अस्ति तिप्तस्जि चिप्तस्थ मिप्वस्मस्. सो लः अपगच्छति विवक्षानुगुणं तत्र किं भवति कुत्रचित् तिप् कुत्रचित् तस् अस्माकं विवक्षानुसारेण. व्याकरणशास्त्रे इत्युक्ते भगिनि व्याकरणशास्त्रे वक्तु इच्छा आधारेण एव सर्वं भवति परन्तु सूत्राधारेण भवति. सो वक्तुः इच्छा अस्ति चेत् तत्र झ इति सूत्रं झ इति प्रत्ययः आयाति. सो विवक्षानुगुणं तत्र लः अपगच्छति तस्य स्थाने तिप् नो चेत् तस् नो चेत् जि. सो विवक्षा यः वक्तु पदनिर्माणम् इच्छति तस्य इच्छा आधारेण तस्य इच्छा यत् अस्ति तदेव प्रत्ययः आयाति. परन्तु महर्षि वदति लः अपगच्छति तस्य स्थाने एते सर्वे प्रत्ययाः आगन्तुं शक्यते. तथैव अत्र वदति ज्ञापप्रातिपदिकात् इत्युक्ते ज्ञापप्रातिपदिकात् तस्मात् अनन्तरं किं सु औजस् अम् ओट्षस् टाभ्यां बिस् एते एकविंशति सुप्रत्ययाः. अत्र एकविंशति सुप्रत्ययाः सन्ति. अत्र अपि चाट् दत्तम् अत्रापि तिङ्गस्त्रीणि त्रीणि प्रथममध्यम सोरि तत्र किं त्रीणि त्रीणि तु विषये तु प्रथम मध्यम उत्तम इति संज्ञा. तस्य अनन्तरं साक्षात् सूत्रं किम् अस्ति यत्र एकवचन द्विवचन बहुवचन इति संज्ञा भवति. वाट् इस् द नेक्स्ट् सूत्रं? तानि एकवचनानि बहुवचनानि द्विवचनानि एकशः इति तत्र अस्ति न सूत्रं. तेन सूत्रेण एव एकवचन द्विवचन बहुवचन इत्युक्ते त्रिषु त्रयाणां यः तत्र समूहः अस्ति त्रयाणां प्रत्ययानां यः समूहः अस्ति तस्य यः प्रथम एकशः इत्युक्ते वन् बै वन् वन् बै वन् तत् एकवचन इति संज्ञा द्विवचन इति संज्ञा बहुवचन अनन्तरं पुनः यः त्रयाणां समूहः तस्य एकवचन द्विवचन बहुवचन इति संज्ञा सो तेन सूत्रेण तत्र यः त्रयाणां समूहः अस्ति तेषु एकशः एकवचन द्विवचन बहुवचन अनन्तरं पुनः त्रयाणां समूहः एकवचन द्विवचन बहुवचन इति संज्ञा भवति सो अत्र अपि सो एतत् सूत्रं ज्ञापप्रातिपदिका इति सूत्रम् अत्र विषयत्रयं न केवलं यस्य प्रातिपदिक इति संज्ञा तस्मात् सु औजस् विधीयते परन्तु अत्र वदति ण्ययन्तात् आबन्तात् सो ये नि अन्ते यस्यतः सः ण्ययन्तात् अत्र सन्धि यन् सन्धि भूत्वा नि अन्तात् सो नि इत्युक्ते नि इत्यनेन न केवलं सि ण्ययन्तात् नीप नीश नीन् एते त्रयाणां समूहः नीप् इत्यनेन यत्र तत्र ण्ययन्तात् आयाति तत्र एकमेव प्रत्ययस्य उल्लेखः नास्ति अत्र नीप् नीश् नीन् एतेषु त्रिषु प्रत्ययेषु तत्र नी नी नी इति भागः श्रूयते अतः तेषां नाम एव ण्ययन्तात् सो एते स्त्रीप्रत्ययः तथैव यः आबन्तात् अस्ति आप् अत्रापि जष्टु सन्धि भूत्वा आब् भवति सो आप् इत्युक्ते तत्र टाप् जाप् डाप् चाप् एते त्रयाणां समूहस्य नाम एव आबन्तात् एते अपि स्त्रीप्रत्ययः नीप् नीश् नीन् अपि स्त्रीप्रत्ययः टाप् डाप् चाप् अपि स्त्रीप्रत्ययः सो यस्य स्त्रीप्रत्ययः कस्मात् विधीयते प्रातिपदिकात् विधीयते सो प्रातिपदिक प्लस् इत्युक्ते अज प्लस् टाप् कुर्मः चेत् तत्र अजा इति भवति सो अजा भवति चेत् इदानीं सः प्रत्ययान्तशब्दः अस्ति परन्तु अनेन सूत्रेण अजा इत्युक्ते तत्र अनन्तरमपि सु औजस् अम् ओट्षस् इति विधीयन्ते किमर्थं चेत् अत्र वदति एतत् सूत्रं वदति न केवलं यस्य प्रातिपदिक इति संज्ञा तस्मात् सु औजस् इति विधिः परन्तु ण्ययन्तात् अनन्तरमपि सु औजस् आगन्तुं शक्यते आबन्तात् अपि सु औजस् अम् ओट्षस् इति एकविंशति सुप्रत्ययाः आगन्तुं शक्यते इदानीं तत्र प्रश्नः अस्ति किमर्थं तत्र सु औजस् सुप्रत्ययः योजनीयम् किमर्थं योजनीयं भगिनि प्रातिपदिकस्य अपि च नयन्तात् आवन्तात् किमर्थं सुप्रत्ययः योजनीयम् प्रयोजनं किम् अस्ति कोऽपि वदतु सत्यं सुप्रत्ययानां विभक्तिसंज्ञा अस्ति तत् सत्यं परन्तु प्रयोजनं किम् अस्ति किमर्थम् इच्छति चेत् पदस्य निर्माणं आम् सत्यम् पदसंज्ञा इत्युक्ते भाषायां तु पदानाम् एव प्रयोगः भवति न तु प्रातिपदिकधातोः कृदन्तानां समासस्य तत्र महर्षि वदति किमस्ति पदसंज्ञा सुप्तिङन्तं पदम् सुप्तिङन्तं पदं किमर्थं पदनिर्माणं करणीयं किमर्थं चेत् भाषायां पदानाम् एव प्रयोगः भवति न तु सुबन्तानां न तु प्रातिपदिका यस्य प्रातिपदिकसंज्ञा तत् भाषायां तस्य प्रयोगः न भवति अतः तस्य पदसंज्ञा भवेत् शब्दस्य पदसंज्ञा भवेत् तस्य कृते एव तत्र किम् यः शब्दसमूहः अस्ति सः ऐदर् तिङन्त भवेत् आर् सुबन्त भवेत् तदा एव तस्य प्रयोगः भाषायां कर्तुं शक्यते अपदं न प्रयुञ्जन्ते इति तत्र मुख्यवाक्यम् अस्ति व्याकरणशास्त्रे अपदम् इत्युक्ते यः पदं नास्ति तत् अपदम् सो अपदं न प्रयुञ्जन्ते इति तत्र वाक्यम् अस्ति अतः तत्र ऐदर् सूप् योजनीयं नो चेत् तिङ् योजनीयं. सो ये येषां येषां धातु इति संज्ञा तेषाम् अनन्तरं पदनिर्माण विषये तत्र तिङ् योजनीयं. परन्तु येषां प्रातिपदिक इति संज्ञा कृदन्तानां प्रातिपदिकसंज्ञा तत्र वयं तिङ् योजयितुं न शक्नुमः. किमर्थं चेत् तत् प्रथमसूत्रं वदति प्रातिपदिकात् सुऔजस् विधीयते न तु तिङ् विधीयते. अतः तत्र कृदन्त इह अस्ति तस्य प्रातिपदिकसंज्ञा भवति. केन सूत्रेण? 412 सूत्रेण. कृत्तदित् समासाः च प्रातिपदिक भवति चेत् पदनिर्माण विषये अस्माभिः किं करणीयं? सुऔजस् योजनीयम् इति एतत् अधिकारसूत्रम् अस्ति. सो अस्माभिः तत्र द्रष्टव्यं यः पदसमूहः तत्र भवति सः धातु अस्ति वा प्रातिपदिकम् अस्ति. धातु अस्ति चेत् तिङ् योजनीयं, प्रातिपदिकसंज्ञक अस्ति चेत् सुऔजस् योजनीयं. किमर्थं? पदनिर्माणविषये पदानाम् एव भाषायां प्रयोगः भवति. किमर्थं चेत् आदौ एव महर्षिणा प्रथम अध्याये एव उक्तं सूप् तिङन्तं पदं. सो यस्य अन्ते सूप् नो चेत् तिङ् अस्ति तस्य एव पदसंज्ञा. अपि च भाषायां पदानाम् एव तत्र प्रयोगः भवति. सो चतुर् 411 इति यः चतुर्थ अध्यायस्य प्रथमसूत्रम् एव ज्ञापप्रातिपदिकात्. सो अस्मिन् चतुर्थाध्याये मुख्यविषयः कः भगिनि? इदानीम् अत्र करपत्रं दृष्ट्वा वदन्तु. अत्र इत्युक्ते चतुर्थाध्याये इत्युक्ते चतुर्थाध्यायस्य अन्तिमपादे चतुर्थपादे तत्र तदित् अधिकारः प्रारभ्यते. तस्य पूर्वे तत्र प्रातिपदिकेभ्यः प्रथमे तत्र सुऔजस् इति प्रत्ययानां विधिः सु किमर्थं चेत् 411 सूत्रमेव सुऔजस् अमोक्षस्. सो एकविंशति सुप्रत्ययानां विधिः अपि प्रातिपदिकात् अस्ति, ण्ययन्तात् अपि अस्ति, आबन्तात् अपि अस्ति, प्रातिपदिकात् एव सुऔजस् विधीयते. अनन्तरं तत्र केचन टाप् प्रत्ययस्य विषये सूत्राणि, डा प्रत्ययस्य विषये सूत्राणि. सो स्त्रियां स्त्रीलिङ्ग् बोधयितुं तत्र ये ये प्रत्ययाः सन्ति ते चतुर्थाध्याये एव तेषाम् उल्लेखः अस्ति. चतुर्थाध्यायस्य अन्तिमे पादे इत्युक्ते चतुर्थपादे तत्र तदित् अधिकारः आरभ्यते. अनन्तरं सम्पूर्णपञ्चम अध्याये तत्र तदित् इति अधिकारः, इत्युक्ते तत्र बृहद् तदित् प्रत्ययाः सन्ति. अतः सम्पूर्णपञ्चम अध्याये तत्र तदित् प्रत्ययानाम् एव विषयः अस्ति. सो स्टार्टिङ्ग् फ्रोम् चतुर्थपाद चतुर्थ अध्यायस्य चतुर्थपादः तत्र तदित् अधिकारः आरभ्यते. अनन्तरं पञ्चमे सम्पूर्णपञ्चम अध्याये तत्र तदित् प्रत्ययानां तत्र विधिः अस्ति, के तदित् प्रत्ययाः. सो परन्तु तदित् प्रत्ययाः कस्मात् विधीयते इति प्रश्ने सति चेत् प्रातिपदिकात् विधीयन्ते. सो प्रातिपदिकात् अनन्तरम् एव तदित् प्रत्ययानां विधिः. स्त्रीप्रत्ययानां विधिः अपि प्रातिपदिकात् अस्ति. अनन्तरं तत्र केचन तदित् प्रत्ययाः तेषाम् अधिकारः समासे अपि अस्ति, यथा तत्र टच् प्रत्ययः. सो टच् इति तदित् प्रत्ययः अस्ति, परन्तु तत्र समास अधिकारः अपि अस्ति. सो चतुर्थाध्यायः पञ्चम अध्यायः एतत् अध्यायद्वयस्य कः विषयः? प्रातिपदिकात् ये ये प्रत्ययाः तेषां विषयः अत्र सम्पूर्ण इत्युक्ते प्रत्ययः परश्च इति सूत्रद्वयस्य अधिकारः तृतीय अध्याये एव आरभ्यते. चतुर्थाध्याये अपि प्रत्ययः परश्च इति अधिकारः अस्ति. पञ्चमे अध्याये अपि प्रत्ययः परश्च. सो त्रिषु अध्यायेषु कः विषयः? प्रत्ययानाम् एव विषयः. तृतीयाध्याये धातोः ये ये प्रत्ययाः, चतुर्थपञ्चमे अध्याये प्रातिपदिकेभ्यः ये ये प्रत्ययाः, तेषां विषयः अस्ति. सो इति तत्र 3, 4 and 5 अध्यायः. कोऽपि प्रश्नः अस्ति वा एतावता? सो एतेषां त्रयाणाम् अध्यायानाम् एकम् अन्यत् नाम अस्ति प्रत्याध्यायः, प्रत्याध्यायाः बहुवचने अस्ति. किमर्थं चेत् अत्र एव प्रत्ययानां विधिः दत्तम् एतेषु त्रिषु अध्यायेषु. इदानीं तत्र षष्ठाध्यायः कः पठति? धन्यवादः भगिनि. मञ्जुरी भगिनी पठति वा षष्ठाध्यायः? आचार्य, षष्ठाध्यायः द्वित्वप्रकरणं दा दाता ददाति, सम्प्रसारणं सन्धिः संहिताधिकारः. अत्र स्वरसन्धिः विधायकसूत्राणि सन्ति. यणसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः. सन्धिमाध्यमेन यः कोऽपि विकारः भवति सः वर्णकार्यम् इति उच्यते. यः विकारस्य कारणं वर्णम् एव. यथा इको यणचि षष्ठाध्याये प्रथमपाद. यु आर् रीडिङ्ग् फ्रोम् वेयर् भगिनि? करपत्रमस्ति वा भगिनि? डु यु हाव्? करपत्रमस्ति. अत्र तु किमपि न लिखितम्. अस्माकं यः आन्लैन् करपत्रमस्ति तत्र किमपि न लिखितम्. अहम् आन्लैन् पठामि. अत्र सन्धिसंहिताधिकारः यत्र अत्र स्वरसन्धिः विधाय पठतु भगिनि, किञ्चित् न श्रूयते. किञ्चित् उच्चैः पठतु भगिनि. अधुना श्रूयते वा? आम् श्रूयते. ध्वनिः सम्यक् अस्ति अधुना? आम् अधुना किञ्चित् सन्धिः अधिका. हा, सन्धिः संहिताधिकारः अत्र स्वरसन्धिविधायकसूत्राणि सन्ति. यणसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः. चतुर्थपादः अङ्गाधिकारः 6.4.1 to 7.4.97. अङ्गं किम् इति न ज्ञायते चेत् इदं करपत्रं पठ्यताम्. अङ्गकार्यं कीदृशम् इत्यस्य कृते अग्रे अस्मिन् करपत्रे विषयः इतोपि विस्तारितः. अत्र प्रथमबिन्दुः अस्ति द्वित्वप्रकरणं. सो द्वित्वप्रकरणस्य विषये तत्र द्वादशसूत्राणि अस्माभिः पठितानि. सो दा ददा कथं भवति? दादा कथं भवति भगिनि? अत्र केन सूत्रेण द्वित्वं भवति? दा धातुः द्वित्वं केन सूत्रेण भवति? ्लौ्यादिगणस्य श्लौ सूत्रमस्ति. श्लौ सप्तम्यन्तं पदमस्ति. सो श्लौ यत्र प्रत्ययस्य श्लू इत्यनेन लोपः भवति तत्र श्लौ इति सूत्रेण धातुद्वित्वं भवति. सो अत्र विधिसूत्रमस्ति श्लौ. परन्तु अत्र पूर्वे दा धातु जुहुत्यादिगणस्य अस्ति. सो दा योगतिप् अस्ति चेत् विवक्षानुगुणं यदा तत्र दा योग लस्य स्थाने तत्र तिप् आयाति, तिवादयः सार्वधातुक संज्ञकः कर्तर्थक् अस्ति. अतः तत्र केन सूत्रेण किम् आयाति? दा योगति भवति चेत् सो यदा तत्र विवक्षानुगुणं दा योगतिप् अस्ति इत्युक्ते लट् लकारस्य विवक्षा अस्ति. सो लट् लकारस्य स्थाने तत्र ल अवशिष्यते अनुबन्धानां निष्कासनम् अनन्तरं ल अवशिष्यते चेत् तत्र लस्य इत्यनेन तिप्तज्जि. मम विवक्षा तिप् प्रत्ययस्य अस्ति अतः ति इति प्रत्ययः आयाति. इदानीं दा योगति अस्ति इति तत्र प्रक्रिया भवति. दा योगति अस्ति चेत् कर्तर्थक् सार्वधातुक प्रत्ययः धातोः परे कर्तर्थक् सार्वधातुक प्रत्ययः. सो यदा यत्र यत्र तादृशस्थितिः अस्ति धातोः अनन्तरं कर्तर्थक् सार्वधातुक प्रत्ययः अस्ति तिङ्क्षित् इत्यनेन तिङ् सार्वधातुक् अपि च कर्तरिप्रयोगे अस्ति, तत्र तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः सर्वत्र यत्र यत्र तादृशस्थिति यत्किमपि धातुः सः भुवादयः धातवः आर् सनाद्यन्तः धातवः यदि शब्दसमूहस्य धातुसंज्ञा अस्ति तस्मात् अनन्तरं कोऽपि सार्वधातुक् कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति तत्र तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः सर्वदा भवति. अनन्तरं शप् आयाति वा तस्य कोऽपि अन्यत् सूत्रेण किमपि भवति वा, परन्तु शप् तु आयाति. सो अत्र अपि शप् आयाति. इदानीं तत्र यदा तत्र शप् आयाति तदा तत्र किं भवति, गणचिन्तनं. धातु कस्य गणस्य, सो धातु ज्योत्यादिगणस्य धातुः, दा धातु डुदायि धातुः ज्योत्यादिगणस्य धातुः. ज्योत्यादिगणस्य धातुः अस्ति चेत् तत्र एकं विशिष्टसूत्रम् आयाति. ज्योत्यादिभ्यः शप् श्लु, श्लु इति लोपसंज्ञा अस्ति, श्लु इति लोपसंज्ञा अस्ति, सो शप् श्लु भवति. सो शप् प्रत्ययस्य लोपः भवति, सम्पूर्णतया प्रत्ययस्य लोपः भवति. सो यत्र यत्र प्रत्ययस्य श्लु इत्यनेन लोपः भवति तत्र श्लौ इति सूत्रम् आयाति. श्लौ इति सप्तम्यन्तं पदमस्ति. श्लौ सूत्रं किं वदति, एतत् विधिसूत्रमस्ति. श्लौ प्रत्ययस्य श्लु इत्यनेन लोपः भवति चेत् श्लौ इति सूत्रेण धातु द्वित्वं भवति. करोतु द्वित्वम् इदानीं भगिनि, केन सूत्रेण अत्र द्वित्वं? मञ्जरी भगिनि, दा धातुः कथं द्वित्वं भवति, कीदृशधातुः अस्ति दा धातुः? हलादि वा अजादि वा एकाच् वा अनेकाच् वा, कीदृशधातुः अस्ति दा धातु? किञ्चित् उच्चैः वदतु, किमपि न श्रूयते भगिनि. एकाच् एकाच् अस्ति, एकाच् अस्ति, अपि च हलादि अस्ति, अजादि नास्ति, आदौ हल् वर्णः अस्ति. सो एकाच् अस्ति, हलादि अस्ति, केन सूत्रेण अत्र द्वित्वं, कथं द्वित्वं करणीयम्? एकाचो द्वे प्रथमस्य, प्रथमस्य, सो प्रथमस्य एकाचस्य द्वे भवति, एकाचः द्वे भवति. सो दादा भवति, दादा भवति चेत् किं भवति अग्रे? मया तत्र उक्तं न, ह्रस्वः इति सूत्रमस्ति वा? सो अभ्यासे केचन विशिष्टसूत्राणां तत्र मया तत्र क्रमः दत्तम्. अभ्यासभागे प्रथम पूर्वभागस्य अभ्याससंज्ञा, द्वयोः मिलित्वा अभ्यस्तसंज्ञा. पूर्व अभ्यासः उभयो अभ्यस्तम्, उभयो अभ्यस्तम्. सो अभ्यासभागे किं भवति, यदि तत्र दीर्घस्वरः अस्ति तस्य ह्रस्वस्वरः भवति. सो किं भवति, दीर्घ आकारस्य ह्रस्व आकारः भवति. सो किं भवति अत्र? ददा. अनन्तरं किमपि कार्यं नास्ति, शप् प्रत्ययस्य तु लोपः, सम्पूर्णतया लोपः अभवत्. अग्रे किमस्ति, केवलं ति अस्ति. स्वरूपं भवति ददाति, लटि एकवचने ददाति इति रूपम् इति तत्र प्रक्रिया अस्ति, तादृशप्रक्रिया भवति. सो ददाति इति, सो षष्ठ अध्याये एव द्वितीयप्रकरणम् अस्ति. एकनिमिषः. सो यत् पठितं तस्य एकवारं पुनः तत्र अभ्यासः करणीयम्. अनन्तरम् अस्ति सम्प्रसारणं. सो षष्ठाध्यायस्य द्वितीयविषयः अस्ति सम्प्रसारणविषयः. अस्मिन् अध्याये एकं तु द्वित्वप्रकरणम् अस्ति, केचन धातूनां द्वित्वं भवति. वयं जानीमः कदा कदा द्वित्वं भवति, कदा कदा धातु द्वित्वं भवति भगिनि? धातूनां द्वित्वं कदा भवति? सर्वदा तु न भवति. पठति इति लट् लकारे तु न भवति. सो धातोः द्वित्वं भवति. कदा कदा द्वित्वं भवति मञ्जरी भगिनि? न स्मरामि भगिनि. लिटि परे भवति, सन्नन्ते भवति, सन् अपि च सन् अपि च यङ्, संयङ्गोः सूत्रमस्ति, संयङ्गोः न केवलं सन् प्रत्ययः परे अस्ति चेत् लिटि लिटि परे अपि परे अपि भवति, संयङ्गोः अपि भवति, अपि च श्लौ इति सूत्रेण अपि द्वित्वं भवति. सो श्लौ विषयः कुत्र अस्ति? केवलं श्लौ सूत्रेण केवलं ज्योत्यादिगणे ये धातवः सन्ति तेषां द्वित्वं श्लौ इति सूत्रेण भवति. सो यत्र यत्र यत्र प्रत्ययस्य श्लु इत्यनेन लोपः तत्र श्लौ इत्यनेन द्वित्वम्. अपि च चङ्गी चङ्गी अपि अस्ति विधिसूत्रम्. सो तत्र विशिष्ट यदा तत्र छिलि प्रत्ययस्य चङ् आदेशः भवति तत्र अपि धातुद्वित्वं भवति. सो लिट् परे भवति द्वित्वं, सन् परे भवति, यङ् परे भवति. यदा तत्र प्रत्ययस्य श्लू भवति तदापि द्वित्वं भवति. अपि च विशिष्ट स्थित्यां यदा तत्र चिलि स्थाने चङ् आदेशः भवति तत्र अपि धातुद्वित्वं भवति. अत्र तु उदाहरणं नास्ति, अस्माभिः कुत्रचित् पूर्वे पठितं न भगिनि, अत्र लिखितं अत्र यदा तत्र लुङ्लकारस्य विषयः अस्ति. एकनिमिषः अत्र पश्यामः उदाहरणमस्ति वा. पठधातुः लुङ्लकारस्य विषयः पठधातुः यदा तत्र लुङ्लकारस्य विषयः तत्र चिलि लुङ्गि इत्यनेन प्रथमे चिलि प्रत्ययः आयाति. अत्र तु चङ् न आयाति. चङ् प्रत्ययस्य कृते एकं सूत्रम् अस्ति न भगिनि? चङ् प्रत्ययः तत्र द्रष्टव्यं कदा आयाति. तत्र अस्ति वा उदाहरणं? तत्र उदाहरणमस्ति वा भगिनि? एकं पश्यामि. चङ्गी चङ्गी इति सूत्रं 6111. सो चङ्गी सूत्रमपि द्वित्वं सप्तम्यन्तं पदमस्ति. सो चङ्गी परे धातोः द्वित्वं भवति. अस्तु अत्र लिखितं किञ्चित् लिखितम् अत्र पश्यतु. कारी इति आतिदेशिकधातुः, कारी इति आतिदेशिकधातुः. कारी कथं भवति भगिनि? क्रू धातुतः कारी वदतु कथं भवति? आतिदेशिकधातुः इत्युक्ते निच् प्रत्ययस्य कारणेन कारी भवति. क्रूयोग निच् पूर्णिमा भगिनि अस्ति वा भगिनि? आम् क्रूयोग निच् करोतु भगिनि आदौ. क्रूयोग निच् डुक्रै धातुः इति क्रू करणे करोतु. क्रू अधिक निच् इत्युक्ते नकारस्य इत्संज्ञा भवति आदरणीटुडव इति सूत्रस्य आधारेण चकारस्य इत्संज्ञा हलन्त्यम् इति आगच्छति. इकार एव अवशिष्यते. क्रू योग क्री भवति. क्रू अधिक इ क्रे भवति. क्रे भवति खलु भगिनि? न न न अत्र कीदृशप्रत्ययः अस्ति? नीच् प्रत्ययः विशिष्ट अर्धधातुप्रत्ययः अस्ति. किमर्थं विशिष्ट अस्ति भगिनि? नीच् अस्ति. नीच् अस्ति. नित् अस्ति. नित् अस्ति. अतः विशिष्ट अर्धधातुप्रत्ययः. आम् चेतन भगिनी वदति. नित् प्रत्ययनिमित्त किं भवति? अत्र वृद्धिः भवति. वृद्धिः भवति. वृद्धिः कार इति भवति. कार भवति. कारि इति भवति. इकार कारि. सो अर्धधातुप्रत्ययः परे अस्ति चेत् तत्र यदि कितनित् नास्ति चेत् गुणकार्यं. परन्तु विशिष्ट अर्धधातुप्रत्ययः अस्ति चेत् तत्र वृद्धिः भवति. विशिष्ट इत्युक्ते प्रत्ययद्वयमेव विशिष्ट एकमस्ति नित् द्वितीयमस्ति इणित् प्रत्ययः यत्र तालुण्यकारस्य इत् अस्ति यथा गञ् प्रत्ययः गञ् प्रत्यये तालुण्यकारस्य इत् अस्ति गकारस्य अपि इत् संज्ञा अस्ति अकारः एव अवशिष्यते सो एतदपि विशिष्ट आर्धधातुप्रत्ययः णिच् अपि विशिष्ट आर्धधातुप्रत्ययः किमर्थं चेत् णित् अस्ति णित् अस्ति सो अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रं कार्यं न कर्तुं शक्यते तस्य कृते अपवाद् सूत्रम् अस्ति तत् किम् अचोयणिति अचोणिणिति अचोणिणिति इति सूत्रं वदति अजन्ताङ्गस्य अत्रापि अजन्ताङ्गमस्ति ऋकारः अच्वर्णः अजन्तस्य अङ्गस्य णित् प्रत्यपरे णित् प्रत्यपरे वृद्धिः न तु गुणः सो यद्यपि अत्र सार्वधातुकार्धधातुकयोः सूत्रस्यापि प्रसक्तिः परन्तु प्राप्तिः नास्ति तस्य कृते अपवाद् सूत्रमस्ति अचोनिनिति तु केवलं नीतिनीतिपरे एव कार्यं कर्तुं शक्यते सार्वधातुक अर्धधातुक् तु कुत्रापि कोऽपि सार्वधातुप्रत्ययः अर्धधातुप्रत्ययः परे भवेत् तत्र कार्यं कर्तुं शक्यते परन्तु अचोनिनिति इति सूत्रस्य कृते लघु कार्यक्षेत्रम् अस्ति बृहद् नास्ति केवलं नीतिनीतिपरे एव वृद्धिः अतः अत्र ऋकारस्य वृद्धिः अस्ति दीर्घ आकारः अपि च उरनरपरः इत्यनेन रपरे अपि आयाति सो कार् भवति न तु कर् भवति सो कार् भवति चेत् अनन्तरं निच् प्रत्ययस्य इकारः सो कारी भवति सो कारी इति इदानीं किम् अस्ति सनाद्यन्तः धातुः अस्ति सन् प्रत्ययस्य योजनेन शब्दसमूहस्य निर्माणम् अभवत् परन्तु तस्य पुनः धातुसंज्ञा अस्ति सो कारी इति यः अस्ति सः धातुः अस्ति अतः तस्मात् लुङ् प्रत्ययस्य विधिः अस्ति धातोः लुङ् विधीयते अतः कारियोग लुङ् अस्ति इदानीं तत्र एकवारं शेर् करोमि सो कारियोग लुङ् अनन्तरं तत्र चिलिलुङ्गि चिलि इति विकरणप्रत्ययः लकारनिमित्तिक विकरणप्रत्ययः सो चिलिलुङ्गि इति सूत्रं वदति लुङ्गि परे धातोः चिलि प्रत्ययः विधीयते यथा तत्र लृट् परे धातोः स्य विधीयते तथैव लुङ्गि परे धातोः चिलि प्रत्ययः विधीयते अनन्तरं तत्र चिलिलुङ्गि इति विकरणप्रत्ययः अत्र एतत् सूत्रमस्ति कर्तरि चङ् नी श्री द्रु श्रुभ्यः कर्तरि चङ् इत्यनेन इत्युक्ते चङ् प्रत्ययः सर्वदा चिलिस्थाने चङ् न भवति औत्सर्गिक सूत्रमस्ति चिलिसिच् चिलेसिच् इति सूत्रमस्ति तत्र सिच् प्रत्ययस्य चिलिस्थाने सिच् विधिः परन्तु विशिष्ट एतत् ये इत्युक्ते ये नयन्तात् अत्र सूत्रस्य सम्पूर्ण अर्थः कः अत्र लिखितम् इत्यनेन नयन्तदातूनाम् एतत् नयन्तदातुः किमर्थं नयन्तदातुः निच् प्रत्ययस्य योजनेन एतत् धातु अभवत् सो नयन्तदातूनां विषये चिलि इत्यस्य स्थाने चङ् आदेशः भवति सो चिलि अपगच्छति तस्य स्थाने चङ् आदेशः भवति सो कार्ययोगचङ् योग ल अस्ति चङ् प्रत्ययस्य नकारस्य इत्संज्ञा चकारस्य चुटु इत्यनेन इत्संज्ञा अकारः अवशिष्यते सो इत्संज्ञालोपानन्तरं तत्र कार्ययोग अयोग ल अस्ति इदानीं चङ् आदेशे परे चङ्गी इदानीं चङ्गी इति सूत्रस्य प्रसक्तिः चङ्गी परे धातोः द्वित्वं भवति इति सूत्रं वदति चङ्गीसूत्रं सो अत्र कार्यः अस्ति प्रथम एकाचस्य एव अत्र अजादि अस्ति हलादि अस्ति अजादि नास्ति अतः प्रथमस्य एकाचस्य एव द्वे भवति सो कार् इति द्वितीयस्वरपर्यन्तं यत् भागं तस्य सः प्रथम एकाच अवयवः सो कार् योग कारी कार् कारी इति भवति अनन्तरं हलादिशेषः इत्यनेन केवलम् आदिम हल्वर्णः एव अवशिष्यते अनन्तरं ह्रस्व इति सूत्रेण क एव अवशिष्यते क इत्यस्य क आदेशः भवति सो ककारी इति भवति इति तत्र चङ्गी परे कथं धातोः द्वित्वं सो इति तत्र उदाहरणम् अस्ति अनन्तरं अन्यत् प्रक्रिया अस्ति. एतत् लुङ्लकारः अस्ति, वयं जानीमः लुङ् लङ् लृङ् षु अट् उदात्तः, एतत् सूत्रमपि अस्माभिः पठितम्. सो अटागमः अपि भवति, अटागमः टित् अस्ति अतः आदौ भवति. सो एतत् प्रक्रिया भूत्वा तत्र अचीकरत् इति रूपं लुङ्लकारस्य एकवचने क्रूधातुः अचीकरत् इति. सो सर्वदा तत्र चङ् आगन्तुं न शक्यते. अत्र लिखितं चङ् कदा आयाति, कुत्र अस्ति? आम्, नयन्तादधातूनां विषये चिलि इत्यस्य चङ् आदेशः भवति. सो यदा तत्र चङ् प्रत्ययः परे अस्ति तदा एव दित्वं, सर्वदा दित्वं न भवति. लुङ् इति लुङ् निमित्तीकृत्य धातुदित्वं नास्ति. यदा तत्र लुङ् स्थाने चिलि, चिलि स्थाने चङ् आयाति तदा एव धातुदित्वं भवति इति तत्र विषयः. अवगतं वा भगिनि? अस्तु, इदानीं तत्र करपत्रतः पठामः. सो कुत्र अस्ति? सो अत्र षष्ठाध्याये द्वित्वप्रकरणस्य कृते सूत्राणि सन्ति. वयं जानीमः द्वित्वं कदा कदा भवति. अनन्तरं तत्र सम्प्रसारणविषयः अपि अस्ति. अस्मिन् अध्याये एव सम्प्रसारणविषयः वयं जानीमः. यथा तत्र सन्धिकार्यम् अस्ति, समासकार्यम् अस्ति, तथैव तत्र सम्प्रसारणम् अपि अस्ति. विशिष्टधातूनाम् एव सम्प्रसारणं भवति. सम्प्रसारणम् अपि एकं कार्यम् अस्ति. यथा तत्र गुणकार्यं, वृद्धिकार्यं, तथैव सम्प्रसारणकार्यम् अस्ति. सो सम्प्रसारणम् इत्युक्ते किं, कोऽपि जानाति वा? सूत्रमस्ति तत्र आगच्छति. सत्यं सत्यं. सो सम्प्रसारण अपि पारिभाषिकशब्दः. सम्प्रसारण इत्युक्ते पारिभाषिकशब्दः. सो व्याकरणशास्त्रे सम्प्रसारणम् इत्युक्ते किं, तत्र संज्ञासूत्रम् अस्ति. इग् यन् सम्प्रसारणम् इति संज्ञासूत्रम् अस्ति. इक् इत्युक्ते इग् भवति. इग् यन् सम्प्रसारति इग् अत्र पश्यतु, एतत् संज्ञासूत्रम् अस्ति. अनेन सूत्रेण एव जानीमः सम्प्रसारणम् इत्युक्ते किम्. सो इक् यन् सम्प्रसारणम्, इक् यनः सम्प्रसारणम्. सो यत्र यन् वर्णस्य स्थाने विद्यमानः इक् वर्णः, तस्य इक् वर्णस्य सम्प्रसारण इति संज्ञा भवति. सो वयं जानीमः यः यन् सन्धि अस्ति तत्र इक् वर्णस्य यन् आदेशः भवति. इ उ रु लु इत्यस्य तत्र असवर्ण अचि परे तत्र किं भवति, य आदेश, इ स्थाने य, उ स्थाने व, रु स्थाने तत्र रेफः आयाति, अपि च लु स्थाने तत्र ल आयाति. परन्तु सम्प्रसारणम् इत्युक्ते यन् स्थाने, यनः इति षष्ठी अन्तम् अस्ति, सो स्थानि भवति. यन् स्थाने यत्र ईकादेशः, तस्य सम्प्रसारण इति संज्ञा अस्ति. सो इक् वर्णानां सम्प्रसारण इति संज्ञा अस्ति. इ उ रु, परन्तु कीदृशी, सर्वे इक् वर्णानां सम्प्रसारण इति नास्ति. ये इक् वर्णाः यन् स्थाने आयान्ति तेषां सम्प्रसारण इति संज्ञा अस्ति इति सूत्रं वदति. सामान्यतया इ उ रु लु कुत्र अस्ति, कुत्रचित् अस्ति चेत् तस्य सम्प्रसारण वर्णस्य अनेन सूत्रेण वर्णस्य एव सम्प्रसारणसंज्ञा भवति. परन्तु कदा इ उ रु लु इत्यस्य सम्प्रसारण इति संज्ञा, यदा एते वर्णाः यन् स्थाने आयान्ति तदा एव तेषां सम्प्रसारणम् इति संज्ञा भवति. सो षष्ठ अध्याये कस्य विशिष्टधातूनाम् एव तत्र एकं सूत्रम् अस्ति, ग्रही व्यजी किमस्ति सूत्रम्, गृहधातुः अपि अस्तु, ग्रह ग्रही व्यजी किमस्ति ग्रही अत्र पश्यतु ग्रही जया व्ययी व्यधि व्यष्ठी विचति विश्चति पृच्छति भ्रज्छति नाम एतेषां धातूनां णिति परे णित् इत्युक्ते वाट् इस् णित् नकारः संज्ञा यस्मिन् यस्मिन् प्रत्ययः इत्युक्ते प्रत्ययः णिति इत्युक्ते प्रत्ययः कीदृशप्रत्ययः यस्मिन् कण्ठनकारस्य इत् अस्ति तादृशप्रत्यये परे सप्तमी अस्ति तादृशप्रत्यये परे एतेषां धातूनां किं भवति सम्प्रसारणं भवति सो सो गृह इति उपादाने इति धातु तत्र गृह भवति सो गृहुण गृहीतवान् इत्युक्ते निति केवलं यस्मिन् प्रत्यये साक्षात् नकारस्य इत् अस्ति तादृशप्रत्यय एव न भवति सार्वधातुक अपित् प्रत्ययः अपि नित् अस्ति वयं जानीमः यः सार्वधातुक अपित् प्रत्ययः सः सः यद्यपि साक्षात् तत्र नकारस्य कण्ठनकारस्य इति नास्ति परन्तु अतिदेशसूत्रेण सह निद् इव अस्ति सो तत्र बहु न्यूनानि साक्षात् नित् प्रत्ययाः सन्ति सो सर्वे शन् श्ना अपि च श्नम् एते सर्वे नित् प्रत्ययाः किमर्थं चेत् सार्वधातुक अपित् शत्रु शानच् एते सर्वे नित् प्रत्ययाः सार्वधातुक सन्ति परन्तु अपित् अपि सन्ति सो सार्वधातुक अपित् इति अतिदेशसूत्रेण ते निद् इव कार्यं करोति अतः एतेषां धातूनां निति परे इति तत्र किं सम्प्रसारणं भवति सम्प्रसारणम् इत्युक्ते यदि तत्र कोऽपि यन् वर्णः अस्ति यनः स्थाने इक् इति आदेशः इक् यनः सम्प्रसारणम् इति सूत्रम् अस्ति यनः इति षष्ठ्यन्तम् अस्ति इक् प्रथमान्तम् अस्ति सो यनः षष्ठी अस्ति अतः स्थानी भवति सो य व र ल अस्ति चेत् तस्य किं क्रमेण यथा सङ्ख्यम् अनुदेशः समानाम् इति सूत्रेण क्रमेण तत्र य स्थाने इ व स्थाने उ तथैव र स्थाने रु अपि च ल स्थाने लु इति आदेशः भवन्ति इति तत्र सम्प्रसारणं कार्यमस्ति सो केवलं विशिष्टधातूनाम् एव सर्वेषां धातूनां सम्प्रसारणं न भवति विशिष्टधातूनाम् अपि च अत्र निमित्तमपि आवश्यकं सो गृहधातुः विषये सर्वदा तत्र सम्प्रसारणकार्यं न भवति केवलं नीतिपरे भवति इदानीं तत्र पश्यामः अत्र पश्यतु स्क्रीन् दृश्यते वा सो गृह अपादानि इति धातुः पश्यामः चेत् अत्र पश्यतु गृह उपादाने to take, to accept. Now, atra, graha kashman gane asti? Krayadi gane asti. Krayadi gane kaha vikaran pratyaha? Krayadi gane kaha vikaran pratyaha? Lati, loti, langi, vidilingi? Shna. Shna. So, atra kartiri prayaga. Atra sprashyatu. Atra gruf. Gruf bhavati. Kimartham? Shna pratyaha kidrish pratyaha? श्नाप्रत्ययः कीदृशप्रत्ययः सार्वधातुक अपित् प्रत्ययः अतः न्यदिव अस्ति सार्वधातुक अपित् अस्ति न्यदिव अस्ति अतः गृहधातुः लट् लकारे लोट् लकारे विधिलिङ् लकारे अपि च लङ् लकारे एतेषु चतुर्षु लकारेषु गृह विल् बिकम् ग्रुप् वै because shna will come in all the in these four lakaras only are you getting my point or you are getting confused shna pratyah vikaran pratyah kada ayati kevalam lati ayati loti ayati langi ayati vidilingi ayati shna aneshu shatshu lakareshu vikaran pratyah na ayati yatra yatra vikaran pratyah ayati इत्युक्ते लृट् लकारे अत्र पश्यतु लृट् लकारः कुत्र अस्ति लृट् लुट् लृट् नास्ति अत्र पश्यतु भगिनि गृह धातु अस्ति गृह रेफः अस्ति अत्र लृट् लकारे तत्र केन सूत्रेण विकरणप्रत्ययः आयाति भगिनि पूर्णिमा भगिनि स्यतास्य लृ लृटो सो लृट् लकारे श्नान आयाति किमर्थं चेत् लृट् लकारः तत्र लकारनिमित्तिकविकरणप्रत्ययः प्रथमसोपाने एव आयाति सो गृहयोगस्य योगति अस्ति स्य प्रत्ययः आर्धधातुकप्रत्ययः परन्तु तत्र कोऽपि अनुबन्धवर्णः एव नास्ति स्य प्रत्ययः कोऽपि अनुबन्धवर्णः नास्ति सो नित् नास्ति अतः अत्र सम्प्रसारणं न भवति गृहीष् अत्र केवलम् इडागमः भूत्वा गृहीष्यति भवति सो सम्प्रसारणं यद्यपि तत्र ग्रही व्यजि व्यधि इति सूत्रेण गृहधातुः सम्प्रसारणं भवति परन्तु कदा भवति निमित्तमपि आवश्यकं नितिपरे एव भवति सर्वदा न भवति नितिपरे एव भवति नितिपरे इत्युक्ते यद्य प्रत्ययः साक्षात् नित् नो चेत् सार्वधातुक अपित् प्रत्ययः सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव सन्ति अतः लटि लट् लकारे गृह भवति लिट् लकारे न भवति अत्र पश्यतु लिट् लकारे द्वित्वं श्रूयते जग्राह किमर्थं चेत् लिटि धातोः द्वित्वं लुट् लकारे अपि गृह एव अस्ति लृट् लकारे अपि गृह एव अस्ति लोट् लकारे अत्र पश्यतु लोट् लकारे किमर्थं लोट् लकारे तु श्नायाति लोट् लकारे सो लटि लोटि लङ्गि विधिलिङ्गि अत्र गृह गृह् भवति किमर्थं चेत् एतेषु चतुर्षु लकारेषु श्ना प्रत्ययः आयाति मध्ये श्ना आयाति श्ना अपित् अस्ति अतः निद् इव भवति अतः ग्रही व्यजि व्यधि इति सूत्रस्य प्रसक्तिः अत्र एव अस्ति अतः गृह गृह् भवति अनन्तरं श्ना प्रत्ययस्य ना अपि श्रूयते गृह्णातु गृहणीतां तत्र इकारः केन सूत्रेण आयाति तद्भिन्नविषयः सो सम्प्रसारणम् इति कार्यमस्ति सर्वेषां धातूनां सम्प्रसारणं न भवति यथा तत्र वच् धातुः अपि तत्र उवाच भवति इज़न्ट् इट् तत्र सो तत्रापि सम्प्रसारणं वचि वच् धातुः अपि सो वी काल् देम् एस् सम्प्रसारणी धातुः सो केचन धातवः सम्प्रसारणी धातवः सन्ति सम्प्रसारणम् अस्य अस्ति इति सम्प्रसारिणी तदित् तदितान्त शब्दः सम्प्रसारिणी सर्वैः अवगतं वा सम्प्रसारणं सो सर्वेषां धातूनां सम्प्रसारणं नास्ति केचन विशिष्टधातूनां सम्प्रसारणम् इति कार्यमस्ति तत्र अन्यत् सूत्रमपि अस्ति इदानीं तु न स्मरामः सो केचन विशिष्टधातूनां सम्प्रसारणं भवति सम्प्रसारणम् इत्युक्ते यणः स्थाने यः इक् वर्णः तेषां सम्प्रसारणम् इति संज्ञा अस्ति अपि च सो एतस्य विषयः सम्प्रसारणम् इति विषयः कुत्र अस्ति अष्टाध्यायीग्रन्थे षष्ठाध्याये अस्ति इदानीं तत्र सन्धि वयं जानीमः ये अच्सन्धि स्वरसन्धिसूत्राणि षष्ठाध्याये तत्र सन्ति अनन्तरं तत्र विसर्गसन्धि अस्ति अनन्तरं तत्र हल् सन्धिसूत्राणि तेषां तु अधिकारः तु अष्टमध्याये अस्ति परन्तु यः अच् सन्धि अस्ति सन्धि स्वरसन्धि यः अस्ति सः षष्ठाध्याये अस्ति सो यन् सन्धि मञ्जरी भगिनी यन् सन्धिसूत्रं किं भगिनि अस्माभिः वारं वारं पठितम् इको यणचि इकः स्थाने तत्र यन् आदेशः भवति, कदा भवति भगिनि? सर्वदा भवति वा एक स्थाने यन् आदेशः? असवर्ण अचि परे भवति, इत्युक्ते असवर्ण अचि परे एव कार्यम्, इत्युक्ते ई परे यदा तत्र सवर्णवर्णः अस्ति तत्र तु दीर्घसन्धि भवति. अकः सवर्णे दीर्घः इत्यनेन, सो वयं किं वदामः, इकः स्थाने यन् आदेशः भवति असवर्ण इत्युक्ते निमित्तम् आवश्यकम्, विधिसूत्रे निमित्तम् आवश्यकं, कदा भवति? असवर्ण अचि परे भवति. अचि इति सप्तमी अन्तम् अचि, परन्तु कीदृश अचि? सर्वेषाम् अच् परे तु न भवति, असवर्ण अचि परे यन् भवति. तथैव गुणसन्धिसूत्रं किं भगिनि? आद्गुणः, आद्गुणः, आत् इति अस्ति पञ्चमी, आत् इति तपरकरणमपि अस्ति, सो आत् इत्यनेन तत्र तपरकरणं नास्ति, सारि, तत्र पञ्चमी अस्ति यथा रामात्. सो अत्र प्रातिपदिकम् अस्ति ह्रस्व अकारः, यथा तत्र राम इति प्रातिपदिकं किम् अस्ति? ह्रस्व अकारान्त् प्रातिपदिकम् अस्ति. पञ्चमी भवति तत्र किं? रामात्, रामात् भवति, तथैव अत्र आत् अस्ति, आत् गुणः, आद्गुणः, जष्टु सन्धि भूत्वा तत्र किं भवति? आद्गुणः. आद्गुणः इत्युक्ते कदा भवति गुणः? केवलं यदा तत्र आत् इति पञ्चमी अस्ति, पञ्चमी अयन्तं पदं सूत्रे अस्ति चेत् किं भवति? सूत्रे पञ्चम्यन्तं पदम् अस्ति चेत् पूर्वे कार्यं भवति, आदेशः भवति, न पञ्चम्यन्तं पदं पूर्वे, पूर्वे निमित्तम् अस्ति, परे कार्यं भवति, पूर्वनिमित्तं परकार्यं, पूर्वनिमित्तं परकार्यं पञ्चम्यन्तम्. अतः अत्रापि अस्मिन् सूत्रे, कस्मिन् सूत्रे? आद्गुणः इति सूत्रे, गुणः इति प्रथमान्तम् अस्ति, गुणः इति आदेशः अस्ति, सो आद्गुणः इति सूत्रे आत् इति पञ्चमी अस्ति, सो आत् परे गुणः भवति. सो पूर्वसूत्रात् अत्रापि अचि अचि अचि अचि अचि अस्मिन् अस्मिन् प्रकरणे तत्र अचि यः प्रथमसूत्रम् एव अत्र स्वरसन्धि यः विधिसूत्रं विधिसूत्राणि अत्र सन्ति, प्रथमसूत्रम् एव इको यन् अचि, तस्मिन् सूत्रे एव अचि इति पदं दत्तं, साक्षात् दत्तं. इको यन् अचि, अनन्तरं सर्वेषु सूत्रेषु एतत् सूत्रात् इको यन् अचि सूत्रात् एव अचि अचि अचि अचि इति पदस्य अनुवृत्तिः सम्पूर्णप्रकरणे. सो अत्रापि आत् गुणः अचि परे भवति, परन्तु वयं जानीमः तत्र असवर्ण अचि परे भवति. यदा तत्र इत्युक्ते अत्र पूर्वनिमित्तं फिक्स्ड् अस्ति, अकारः नो चेत् दीर्घ आकारः, तदा एव पूर्वे भवेत्, कोऽपि अन्यस्वरः पूर्वे अस्ति चेत् न भवति गुणः. सो आत् इत्यनेन ह्रस्व आकारः नो चेत् दीर्घ आकारः, द्वयमपि पूर्वे अस्ति, तस्य परे कोऽपि असवर्ण अच् अस्ति चेदेव किं भवति? गुणः भवति. परन्तु वयं जानीमः आद्गुणः इति सूत्रस्य कृते अपवाद् सूत्रमस्ति, किमस्ति तत्? वृद्धिसन्धिसूत्रम्. वृद्धिसन्धिसूत्रं किम्? वृद्धिरेचि, वृद्धिः एचि. अत्र अचि इति अचि इति पदस्य अनुवृत्तिः न आवश्यकं, किमर्थं चेत् साक्षात् सप्तम्यन्तं पदम् अस्मिन् सूत्रे दत्तं, तत् किमस्ति? एचि. एचि इति सप्तम्यन्तम् अस्ति, एचि इत्युक्ते एच् एच् इति शब्दस्य सप्तम्यन्तं पदम् एचि. एच् इति किमस्ति व्याकरणशास्त्रे? प्रत्याहारः. एच् इति प्रत्याहारः, न केवलम् ए ऐ नास्ति, ए ओङ् ऐ औच्, सो ए ऐ ओ औ इति चत्वारि वर्णाः, ए ऐ ओ ए ऐ ए ओ ऐ औ, सो एच् प्रत्याहारे चत्वारि वर्णाः, ए ऐ ओ औ. सो एतेषु वर्णेषु परे तत्र आद् अत्र आद् इति किमस्ति अनुवृत्तिः अस्ति गुणविदाय इत्युक्ते आद्गुणः पूर्वसूत्रं वृद्धिरेचि इति वृद्धि रेचि इति परसूत्रं सो अस्मिन् सूत्रे आद् इति अनुवृत्तिः अस्ति अत्रापि आद् परे एव कार्यम् इत्युक्ते ह्रस्वाकारः दीर्घ आकारे परे किमस्ति एच् वर्णः अस्ति एच् वर्णः अस्ति चेत् किं करणीयं वृद्धि करणीयं न तु गुणः करणीयम् अत्र पश्यतु कथं वयं तत्र अप्वात् सूत्रं पश्यामः आद्गुणः सूत्रसङ्ख्या किम् अस्ति तु न पश्यतु आद्गुणः इति सूत्रस्य किं सङ्ख्या कोऽपि जानाति वा 6186 षष्ठाध्याय अनन्तरम् अस्ति वृद्धि रेचि तस्य सूत्रसङ्ख्या किम् 6187 अच्छा साक्षात् अनन्तरम् अस्ति 87 सो वृद्धिः एचि वृद्धिः एचि इति सप्तम्यन्तम् अस्ति विसर्गस्य रेफादेशः अतः वृद्धिरेचि इति भवति सो वृद्धिः एचि अत्र पश्यतु आद्गुणः अत्र केवलं निमित्तं किम् अस्ति अचि इति निमित्तम् अस्ति केवलम् असवर्ण अचि सो एतस्य कार्यक्षेत्रम् एचि परे अपि अस्ति किमर्थं चेत् अच् प्रत्याहारे एच् वर्णाः अपि सन्ति अच् प्रत्याहारे एच् वर्णाः अपि सन्ति अ आरभ्य औपर्यन्तम् अ आरभ्य औपर्यन्तम् सर्वे अच् वर्णाः अचि सो एतस्य कार्यक्षेत्रं बृहद् अस्ति कस्य आद्गुणः इति सूत्रस्य कार्यक्षेत्रं वृद्धि यः अस्ति वृद्धि एचि केवलम् एच् परे एव वृद्धिः ए ए इत्युक्ते यः तत्र प्रत्याहारे वर्णानां क्रमः सः एतादृशः अस्ति ए ओ ऐ औ भिन्नक्रमः अस्ति सो एतेषु चतुर्षु चतुर्वर्णेषु परेषु एव वृद्धिः भवति सो यदि तत्र कोऽपि उदाहरणमस्ति वा वृद्धि एकनिमिषः अत्र क्लियर् करोमि सो अत्र वृद्धि एचि इति सूत्रे पूर्वसूत्रात् आत् इति पदस्य अनुवृत्तिः अस्ति कदा भवति वृद्धिः एचि परे निमित्तं तु दत्तम् परन्तु कदा भवति सो आद् परे एव भवति सो अत्र पूर्वसूत्रात् अनुवृत्तिः अस्ति अतः प्रकरणाधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् अनुवृत्तिः सरला भवति सो आद् इति अनुवृत्तिः अस्ति अस्मिन् सूत्रे सो आद् परे एच् वर्णः अस्ति चेत् तत्र गुणः न करणीयं तत्र वृद्धि करणीयम् इति सूत्रं वदति सो यदा अत्र पश्यतु तत्र किमस्ति कोऽपि उदाहरणमस्ति वा इदानीं तु वृद्धि कोऽपि उदाहरणं स्मारयति वा कोऽपि अत्र पश्यतु तथा प्लस् एव तथा प्लस् एव इति तत्र वृद्धि उदाहरणमस्ति तथा प्लस् एव इति यः अस्ति अत्र पश्यतु आद् पूर्वे आद् अस्ति तस्य परे प्रथमे पश्यतु तस्य परे अनन्तरम् अच्वर्णः अस्ति सो अत्र आद्गुणः इति सूत्रस्य अपि प्रसक्तिः अपि च वृद्धिरेचि इति सूत्रस्य अपि प्रसक्तिः सो कथं जानीमः केन सूत्रेण कार्यं किमर्थं सो अत्र वृद्धिरेचि इति अपवादसूत्रमस्ति किमर्थम् अपवादसूत्रम् अस्ति तस्य कार्यक्षेत्रं लघु अस्ति यदि अत्र अपि गुणः भवेत् तेन् वृद्धिरेचि इति सूत्रं तु कुत्रापि कार्यं न कर्तुं शक्यते तत् सूत्रं निरवकाशः भवति सो कोऽपि सूत्रम् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भवेत् तस्य कृते एव निरवकाशः अपवादस्य लक्षणम् अपवादसूत्रस्य लक्षणं किम् अस्ति? निरवकाशः अपवादस्य लक्षणम्, अपवादः इत्युक्ते अपवादसूत्रस्य, कोऽपि सूत्रं निरवकाशः मा भवेत्। सो यदि अत्रापि गुणं कुर्मः चेत् वृद्धिः कुत्र करणीयं? वृद्धिः तु वयं कुत्रापि न कर्तुं शक्यते। गुणः तु ई परे अपि गुणः भवति, ऊ परे अपि गुणः भवति, रु परे अपि गुणः भवति, आद् परे ई ऊ रु अस्ति चेत् गुणः एव भवति। परन्तु वृद्धिः तु केवलम् ए ऐ ओ औ परे एव वृद्धिः भवितुं शक्नोति। सो गुणसूत्रस्य कृते अन्यत्र लब्ध अवकाशः अस्ति। आद्गुणः इति सूत्रं तु अन्यत्र कार्यं कर्तुं शक्यते, परन्तु वृद्धिरेचि तु केवलम् अत्र एव कार्यं कर्तुं शक्यते। अतः यस्य सूत्रस्य कार्यक्षेत्रं बृहदस्ति तत् औत्सर्गिक सूत्रम्। यस्य सूत्रस्य इत्युक्ते निमित्तमपि समानं, स्थानी अपि समानमस्ति। सो यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति तत् अपवादसूत्रम्। अतः अत्र किं भवति? अत्र वृद्धिः भवति, न तु गुणः भवति। यद्यपि गुणस्य प्रसक्तिः अपि अस्ति, वृद्धिप्रसक्तिः अपि अस्ति, परन्तु वृद्धिः एव भवति, न तु गुणः भवति। सो अत्र किं भवति? सो वृद्धिरेचि इत्यनेन वृद्धिः भवति। सो अत्र वृद्धिः भवति चेत् किं भवति? द्वयं द्वयोः मिलित्वा पूर्वपरयोः तथैव भवति। किमर्थम् एव भवति? किमर्थं चेत् वृद्धिसंज्ञकवर्णाः के के? दीर्घ आ, ऐ, न तु ए। एकारः वृद्धिसंज्ञक नास्ति, अपि च औ। सो एतेषु त्रयेषु वर्णेषु तत्र ऐकारः एव आगन्तुं शक्यते। किमर्थं चेत् स्थाने अन्तर्तमः, अन्तर्ताम्यम् अत्र अस्ति। एतदपि तालुवर्णः, एतद् द्वयमपि कण्ठतालु। कण्ठतालु अस्ति चेत् इत्युक्ते दीर्घ आकारः कण्ठवर्णः, एकारः तालुवर्णः, द्वयोः मिलित्वा एकमेव आदेशः भवति। पूर्वपरयोः अपि अधिकारः अस्ति अत्र। तथैव आद्गुणः इति सूत्रे अपि पूर्वपरयोः इत्युक्ते पूर्वपरयोः एकमेव आदेशः अस्ति। तत् किम् आदेशः? वृद्धि आदेशः। पूर्वे गुण आदेशः, अत्र वृद्धि आदेशः। अतः ऐकारः एव तुल्यतमवर्णः, कण्ठतालु अस्ति, अतः तदेव आयाति, न तु ओकारः, न तु आकारः। अतः तथैव भवति इति तत्र क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेत् अनुवृत्तिः कथं स्वीकरणीयम्, अपि च तत्र कस्य कस्य पूर्वपरयोः इति अपि अधिकारः अस्ति अत्र। सो एतादृशरीत्या सूत्राणाम् अध्ययनं कुर्मः चेत् अनन्तरम् अस्ति इत्युक्ते 10 1045 सूत्रमस्ति, अकः सवर्णे दीर्घः। तत्र साक्षात् सवर्णं लिखितमस्ति, सवर्णः, सवर्ण इति संज्ञा अस्ति, तुल्यास्य प्रयत्नं सवर्णम्। सवर्णम् अपि विशिष्टसंज्ञासूत्रम्, टेक्निकल् वर्ड् अस्ति। सो अनन्तरं सवर्णदीर्घसन्धि भवति। किमर्थं चेत् तत्र साक्षात् लिखितं कीदृश अचि, तत्रापि अचि इति अनुवृत्तिः अस्ति, परन्तु सवर्णाचि परे यदा तत्र सवर्ण अच् अस्ति तदा एव दीर्घादेशः भवति इति तत्र सन्धिसूत्राणि। एतत् प्रमुखसन्धिसूत्राणि सन्ति। सो प्रथमसूत्रमेव यनसन्धिसूत्रम्, इको यनचि। अनन्तरं पूर्वपरयोः अधिकारः, किमर्थं चेत् अत्र पूर्वपरयोः इति अधिकारः नास्ति। कुत्र? यनसन्धिसूत्रे। ई स्थाने यः आदेशः भवति तस्य कृते असवर्ण अच् इति निमित्तमस्ति, परन्तु परे यः निमित्तं सः तथैव तिष्ठति, तस्य कोऽपि परिवर्तनं न भवति। इति योग अपि यः अस्ति तत्र ई स्थाने एव य आदेशः भवति, अपि इति यः आकारः सः तु तथैव तिष्ठति। अतः अत्र पूर्वपरयोः इति अधिकारः नास्ति, परन्तु गुणसन्धि, वृद्धिसन्धि, सवर्णदीर्घसन्धि, अत्र सर्वत्र पूर्वपरयोः, पूर्वे यः वर्णः, परे यः वर्णः, द्वयोः मिलित्वा एकमेव आदेशः अस्ति। इति तत्र सन्धि अधिकारसूत्राणि षष्ठाध्याये अनन्तरं तत्र अङ्गाधिकारः अपि अस्ति. अस्य विषये अग्रिमकक्षायां पठामि, समयः अभवत्. कोऽपि प्रश्नः अस्ति? सर्वैः अवगतं वा? नास्ति चेत् अवगतम् अवगतं भगिनि अवगतम्. अस्तु अस्तु भगिनि. जगदीश महोदय अस्ति वा? महोदय शान्तिमन्त्रं पठतु महोदय. ओ नमः. पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओं श्रीगुरुभ्यो नमः. हरि ओं तत्सत्. धन्यवादाः, नमस्काराः, पुनः मिलामः. नमस्कारः धन्यवादः भगिनि. धन्यवादः. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः भगिनी.